पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 230 पार्वत्युवाच भगवन्यत्र देवेशो राक्षसान्मधुसूदनः जघानकेन रूपेण यथावद्वक्तुमर्हसि वैभवं च स्थवीयस्य मत्स्यकूर्मादिरूपकं विस्तरेण समाख्या हि मम प्रीत्या महेश्वर महादेव उवाच शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा मत्स्यकूर्मादि यद्रूपमवतारात्मकं हरेः दीपादुत्पाद्यते दीपो यथा वत्तद्भविष्यति परावस्था परेशस्य सव्यूहा विभवादयः उक्ता देवावतारस्तु विविधा कारका शुभाः अर्चावतारा देवस्य वैभवा परमात्मनः प्राजापत्येन वै ब्रह्मा ससम्राट् परमोत्सवः भृगुं मरीचिमत्रिं च दक्षं कर्दममेव च पुलस्त्यं पुलकं चैव गिरिशं च तथा क्रदुं नवप्रजानां पदय इमे प्रोक्ता यथा क्रमं मरीजिर्भगवांस्तत्र जनयामास कश्यपं कश्यपस्याभवं जायाश्च दस्रशुभदर्शने अदितिश्च दिदिश्चैव कद्रुश्च विनदा तथा अदिदिर्जनयामास देवांस्तु शुभदर्शनान् दिदिश्च राक्षसान् पुत्रांस्तामसान् सुमहासुरान् शम्भूकस्तु हयग्रीवो हिरण्याक्षो महाबलः हिरण्यकशिपुर्जम्भो मयाद्याः सुमहातपाः मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ब्रह्माणं मोहयित्वासौ वेदाञ्जग्राह वीर्यवान् ग्रसित्वा जश्रुतिं सोऽधप्रविवेशमहार्णवं तद सर्वं जगच्छून्यमभवद्धर्मसङ्करः नाधीदं न वषट्कारं वर्णाश्रमविवर्जितं तथ प्रजापतिर्देव सर्वदेवगणैर्वृतः गत्वा दुग्धाम्बुधिं देवं तुष्टावशरणं गतः ब्रह्मोवाच प्रसीददेवमेनाथनागपर्यङ्कसंस्थित सर्वेश सर्वदेवात्मन् सर्ववेदमयाच्युत आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः अन्ते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम् त्वमव्यक्तो हि भूतादिप्रधानपुरुषो व्ययः त्वमादिमध्यान्धवपुर्जगतः परमेश्वरः त्वमेव सर्वलोकानामाश्रयपुरुषोत्तमः भूतादिस्त्वमहद्भूतं भूतसङ्घस्य कारणं त्वमेव कारणमाश्रित्य रमदे धाम आत्मवान् त्वमादिभूतश्चान्तस्त्वं त्वं वायुः सर्वगो महान् त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः त्वमाप सर्वजगतां जीवनं परमेश्वरः त्वं भूमिर्जगदाधारो भूधरस्त्वं महामदे सरिदं सागरस्त्वं वै सर्वस्यादित्वमेव च देवर्षि सर्वभूतानि त्वमेव पुरुषोत्तम त्वयैव प्रेरिता लोकाश्चेष्ठं ते साध्वसाधुषु दैत्येनोपद्रुता वेदा प्रविष्टा महदर्णवं वेदाधारमिदं सर्वं जगस्तावरजङ्गमं वेदाश्चैव हि सर्वेषां धर्माणां परितस्थितिः वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति तस्माद्वेदान् समानेतुं त्वमेवार्हसि केशव श्रीमहादेव उवाच एवमुक्तो हृषिकेशो ब्रह्मणा परमेश्वरः मत्स्यरूपं समास्ताय प्रविवेश महोदधिं तं दैत्यं सुमहाघोरं माकरं रूपमास्थितः तुण्डाग्रेण विधार्याध जखानामरपूजितं तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान् गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा व्यक्रा भगवता तेन व्यासरूपेण धीमता पृथग्भूता समं वेदा व्यासेनैव महात्मना एवं मत्स्यावतारेण रक्षिता सर्वदेवताः श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरादङ्गमहो रमाधवः संस्तूयमानसुरसिद्धसङ्गैरन्तर्दधे योगिभिरर्चिताङ्घ्रिः वासुदेवो हि भगवान् सर्वदेवमयो हरिः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे मत्स्यावतारवर्णनं नाम त्रिंशदधिकद्विशततमोऽध्यायः ॐ